गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र भेदः अपि पृथक्त्वं तयोः मध्ये तत्र वैलक्षण्यं वर्तते न वा इति अत्र इदानीं तत्र साक्षात् तत्र आपादनद्वयं तत्र पूर्वपक्षिणः इति तत्र सिद्धान्ती अस्ति अपि तत्र पूर्वपक्षी अस्ति सिद्धान्ती कः इति तु जानीमः नाम सिद्धान्ती इति यः यस्य मतमस्ति तत्र पृथक्त्वमपि भेदः तयोः मध्ये वैलक्षण्यं न वैलक्षण्यं वर्तते इति तत्र सिद्धान्तिनं मतं वैलक्षण्यं वर्तते सामान्यं नास्ति नाम तत्र भेदः इति अभावः पृथक्त्वमिति गुणः गुणस्य नवद्रव्यवृत्तित्वं किन्तु भेदः अभावः इति कृत्वा सर्वपदार्थवृत्तित्वम् इति तत्र तयोः मध्ये अनेकेषु अंशेषु तत्र वैलक्षण्यं द्रष्टुं शक्यते इति तत्र सिद्धान्तिना मतम् इदानीं पूर्वपक्षे आगत्य तत्र आपादनद्वयं वदति एतत् आपादनद्वयमेव तत्र विद्याधर्यां दत्तमस्ति तत्र आपादनद्वयं दत्तमस्ति अतः तत्र आपादनद्वयस्य समाधानं नाम उत्तरम् एतत् सर्वं तत्र सम्यक् रीत्या अवगमनार्थं तत्र करपत्रम् अपि एतत् यावत्पर्यन्तं वयम् अतीतवन्तः तत्सर्वं तत्र अवगमनाय एव अतः इदानीं तत्र अग्रे तत्र पश्यामः गतवर्गे वयं दृष्टवन्तः तत्र आपादन प्रथम आपादनम् अस्ति तत्र गुणः तत्र एतावत् ये गुणाः सिद्धाः सन्ति तेषु न कस्यापि नियतावधिकत्वम् अस्ति अतः तत्र पृथक्त्वम् इति पदार्थः यः अस्ति तस्य तु नियतावधिकत्वं स्वीकृतं मया इति पूर्वपक्षी स्वीकृतं तत्र तस्य नियतावधिकत्वम् अस्ति इति अङ्गीकरोमि तर्हि तत्र किन्तु सिद्धेषु गुणेषु नियतावधिकत्वं नास्ति इति कृत्वा एतत् पृथक्त्वं गुणरूपेण न अङ्गीकरोमि तत्र पृथक्त्वं भेदः एव भेदस्य अपि नेतावधिकत्वम् अस्ति अतः पृथक्त्वं भेदः एव इति तस्य मतम् अस्ति इति तत्र आपादन प्रथम आपादनं तत्र मध्ये तत्र द्वितीयक्षणे जायमानस्य मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य इति अस्ति अतः तस्मिन् विषये किञ्चित् तत्र पठित्वा अग्रे सरामः अस्तु अतः तत्र एतावत् तत्र प्रथम आपादने कोऽपि प्रश्नः वर्तते वा कस्यापि पूर्वपक्षिणः प्रथम आपादने कोऽपि प्रश्नः महोदय नमस्कारः नमस्कारः शोभगिनी नमस्कारः नीता भगिनी नमस्कारः शोभगिनी वदतु भगिनि तत्र प्रथम आपादनं पूर्वपक्षिणः इत्युक्ते तत्र किम् अधुना गुणरूपस्य तस्य इत्युक्ते पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् तत्र मानाभावः इति प्रथम आपादनं मानाभावः इति एव आपादनम् सत्यं सत्यं तस्य अग्रे किं किम् अस्ति तत्र यतोहि तत्र वयं साक्षात् सिद्धान्तिनः उत्तरं पठामः सिद्धान्तिनः उत्तरे पूर्वपक्षिणः आपादनद्वयमपि अन्तर्भूतमस्ति विद्याधर्यम् अतः तत्र मानाभावात् अपि अन्यत् इति न वाच्यम् इति अस्ति अत्र करपत्रे अपि अतः तत्र साक्षात् किम् अस्ति नाम तत्र प्रथम सोपाने तत्र एतत् त्यजामः नाम तत्र यद् अस्ति अत्र तस्य इति रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य एतत् सर्वं त्यजामः केवलं तत्र गुणरूपस्य तस्य पृथक्त्वस्य नियतावधिकत्वे मानाभावः अपि च मानाभावः इति पूर्वम् उक्तं किन्तु अर्थः अस्ति मानः इत्युक्ते अङ्गीकारः अङ्गीकारः मन्ये अहं मन्ये इति वदामः खलु मन्दातुः अहं मन्ये अतः तत्र मानः तस्य अभावः नाम मम अङ्गीकारः नास्ति अस्तु अनङ्गीकारः अस्तु कस्मिन् इत्युक्ते अत्र गुणरूपस्य पृथक्त्वस्य रूपादिवत्त्वस्य एतत् सर्वं त्यजामः केवलं तत्र गुणरूपस्य पृथक्त्वस्य नियतावधिकत्वे मानाभावः इति अस्ति साक्षात् अर्थः अस्ति नाम गुणरूपस्य यदि तत् गुणमिति स्वीकुर्मः गुणरूपस्य पृथक्त्वस्य गुणरूपस्य तस्य पृथक्त्वस्य नियतावधिकत्वे मम अङ्गीकारः नास्ति नाम यदि वयं पृथक्त्वं गुणः इति स्वीकुर्मः यथा भवान् वदति तद् सत्यमस्ति चेत् तस्य नियतावधिकत्वे मम तत्र तद् तस्य नियतावधिकत्वं न भवेत् अथवा किन्तु अहं जानामि तस्य नेतावधिकत्वम् अस्ति अतः तस्य पृथक्त्वस्य गुणः गुणरूपेण स्वीकर्तुं शक्नुमः इति यत् भवान् वदति तत्र मम संशयः अस्ति अस्तु तद् न अङ्गीकरोमि अस्तु अतः प्रथम आपादनं किम् इति चेत् गुणरूपस्य पृथक्त्वस्य नियताधिकत्वस्य अङ्गीकारः नास्ति अत्र नाम यदि तदेव प्रथम आपादनं प्रथम आक्षेपः नाम यदि पृथक्त्वं गुणः इति स्वीकुर्मः तर्हि तस्य नियतावधिकत्वं न स्यात् गुणस्य अस्तु यतोहि अथवा यदि तत्र पृथक्त्वस्य नेतावधिकत्वम् अस्ति इति चेत् तदा तद् पृथक्त्वं गुणः इति तस्मिन् विषये मम अङ्गीकारः नास्ति अतः तत्र किमर्थम् इति पृच्छामि वा महोदय तत्र गुण अस्ति इति कृत्वा नियताधिकत्वं नास्ति इति अत्र वयं दृष्टवन्तः नाम तत्र यत्र नियतावधिकत्वं नाम तत्र एतावत् तत्र गुणानां तत्र वयं क्रमशः तत्र लक्षणम् एतादृशं कुर्वन्तः स्मः खलु आम् इत्युक्ते अहं वर्गद्वयं नागच्छति इत्यतः चिन्ता मास्तु तर्हि तत्र पूर्वपक्षिणः आक्षेपः कः इत्युक्ते तत्र पश्यतु सिद्धान्तीनाम् उद्दिश्य वदति पश्यतु नाम तत्र एतावत् नाम तत्र ये गुणाः इति भवानपि अङ्गीकरोति अहमपि अङ्गीकरोमि नाम पक्षद्वये गुणः इति अङ्गीकारः येषाम् अस्ति नाम सिद्धगुणाः इति वदामः नाम सिद्धगुणः नाम रूप रस गन्धः एतत् सर्वं गुणः इति तेषाम् अङ्गीकारः अस्ति तत्र पूर्वपक्षिणः अपि अङ्गीकारः अस्ति सिद्धान्तिनः अपि अङ्गीकारः अस्ति गुणः इति किन्तु अपि संयोगः इति तत्र तस्य विषये अपि अङ्गीकारः अस्ति किन्तु सिद्धेषु गुणेषु कुत्रापि नियतावधिकत्वं नास्ति अवधिकत्वम् अस्ति, नाम संयोगे अवधिकम् अवधि इति आरोपयामः, अतः अवधिकत्वम् अस्ति संयोगस्य, किन्तु नियमेन अवधिकत्वम् इति नास्ति, नाम तयोः संयोगः जातः इत्युक्ते तत्र कस्मात् इति प्रश्नः न उदेति खलु, आकाङ्क्षा नास्ति. अतः तत्र किं भवति, तत्र सिद्धेषु गुणेषु कुत्रापि नेतावधिकत्वं न दृश्यते. अतः पूर्वपक्षी वदति अस्यां स्थित्यां कथमहं तत्र पृथक्त्वं गुणरूपेण स्वीकर्तुं शक्नोमि, यतोहि तत्र नेता तस्य पृथक्त्वस्य नेतावधिकत्वम् अस्ति, किन्तु सिद्धेषु गुणेषु कुत्रापि नेतावधिकत्वं न दृश्यते, अतः अहं कथम् एतत् पृथक्त्वं गुणसमूहे स्थापयितुं शक्नोमि. अस्तु महोदय. खलु, नाम समूहे किञ्चित् सदृशं सदृशता भवेत् खलु, काचित् सदृशता भवेत्, तदेव तत्र गुणसमूहः इति भवेत् वक्तुं शक्नुमः खलु. नाम तत्र तस्य तत्र आश्रयः भवेत्, द्रव्येषु एव भवेत्, एतत् सर्वम् अस्ति, किन्तु कुत्रापि कस्यापि सिद्धगुणस्य नियतावधिकत्वं नास्ति, पृथक्त्वस्य अस्ति, अतः पृथक्त्वं गुणः नास्ति, किन्तु भेदस्य नियतावधिकत्वम् अस्ति, अतः अहं पृथक्त्वं भेदः इति एव अङ्गीकरोमि इति वदति. एषः एव प्रथम आक्षेपम्. अस्तु, भेदस्य नियताधिकत्वं स्वीकृतं, भेदस्य नियतावधिकत्वम् अस्ति, पृथक्त्वस्य अपि नियतावधिकत्वम् अस्ति, किन्तु तत्र न अङ्गीकृतम् इति वा? न, अङ्गीकारः अस्ति, अङ्गीकारः अस्ति, भेदस्य नियतावधिकत्वम् अस्ति, नाम तत्र पटः भिन्नः, कस्मात् सत्यं, अतः भेदस्य अस्ति, पृथक्त्वस्य नास्ति इति वा? न, पृथक्त्वस्य अपि अस्ति, पृथक्त्वस्य अपि एतत् तस्मात् पृथक् इति, तत्र घटः पृथक्, तत्र कस्मात् पृथक् इति प्रश्नः उदेति, पक्षद्वयं द्वये अपि अङ्गीकारः अस्ति, नियतावधिकत्वम् अस्ति पृथक्त्वस्य इति अङ्गीकारः अस्ति, किन्तु अन्य कस्यापि गुणस्य नियतावधिकत्वं नास्ति. अस्तु अस्तु महोदय. नाम तत्र किं, तत्र यस्मिन् समूहे पृथक्त्वं स्थापयितुम् इच्छामः तस्मिन् समूहे तत्र सदृशता कस्यापि अस्मिन् विषये सदृशता नास्ति, नाम तेषां तत्र समूहे कस्यापि नियतावधिकत्वं नास्ति, रूपस्य नेतावधिकत्वं नास्ति, गन्धस्य नेतावधिकत्वं नास्ति खलु, परिमाणस्य नेतावधिकत्वं नास्ति. तर्हि ये पदार्थाः गुणाः इति अङ्गीकुर्मः तेषु कस्यापि तत्र नेतावधिकत्वं नास्ति, तर्हि एतत् गुणः इति कथम् अङ्गीकर्तुं शक्नुमः, यतोहि पृथक्त्वस्य नियतावधिकत्वम् अस्ति, अस्ति इति, अस्तु अस्ति इति एव प्रश्नः अत्र. अस्तु अस्तु अस्तु, धन्यवादः. अस्ति इति एव प्रश्नः. अस्तु, समीचीनम्. अस्तु, अन्य कोऽपि प्रश्नः? चन्द्रमति भगिनी नमस्कारः. अस्तु, तर्हि अतः तत्र नमस्कारः भगिनि, नमस्कारः भगिनि. अस्तु, अतः तत्र प्रायशः तत्र एकवारं तत्र एतत् एतं परिच्छेदं पठित्वा अग्रे सरामः. तर्हि तत्र नीता भगिनी तत्र आरम्भं करोति वा, तत्र नियतावधिकत्वं. नियतावधिकपदार्थस्य व्यवहारे पञ्चम्यन्तं पदम् आयाति. पञ्चम्यन्तं पदं विना तु तस्य अवधित्वं वर्णयितुम् एव न शक्यते. यत्र च पञ्चम्यन्तं पदं नियमेन आयाति तत्र भेदस्यैव विषयः भवतु इति शङ्का उदेति। अधुना संयोगविभागौ न तथा, तयोः पञ्चम्यन्तं पदेन सह व्यवहारः न आवश्यकः। कारणमस्ति यत् यत् तयोः तु नियतावधिकत्वम् एव नास्ति। अतः भवतु क्वचित् गुणक्षेत्रे सावधिकत्वं दृष्टं, किन्तु गुणेषु नियतावधिकत्वं न मन्यते। तर्हि अनेन पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव इति पूर्वपक्षिणा इयं प्रथमा आपत्तिः उपपाद्यते। अत्र नियतावधिकत्वं नियतावधिकपदार्थे तत्र व्यवहारे इत्युक्ते शब्दप्रयोगे तत्र पञ्चम्यन्तं पदं दृश्यते। तत्र अवधि इति यदि वदामः चेत् अवधिविषये वर्णनं करणीयमस्ति चेत् तदा तत्र पञ्चम्यन्तं पदस्य योजना भवति एव, विना पञ्चम्यन्तं पदं तत् वर्णनं न सम्भवति इति। तत्र अतः तत्र मनसि शङ्का आगच्छति यत्र पञ्चम्यन्तं पदं नियमेन आयाति, पञ्चम्यन्तं पदस्य विना वर्णनं न सम्भवति, तत्र वेदस्य एव विषयः भवेत् इति मनसि शङ्का उदेति। यत्र यत्र यत्र पञ्चम्यन्तं पदम् आगच्छति तत्र वेदस्य एव विषयः भवेत् इति शङ्का आगच्छति वेदस्य एव विषयः। अधुना संयोगविभागः न तथा, तत्र संयोगः पश्यामः चेत् संयोगः द्विनिष्ठः वा विभागः अपि द्विनिष्ठः। तत्र संयोगे वा विभागे तथा न दृश्यते, तयोः पञ्चम्यन्तं पदेन सह व्यवहारः न आवश्यकः। यदा हस्तपुस्तकयोः संयोगः वा उत्पीठिकायां पुस्तकं वयं स्थापयामः तत्र संयोग, तत्र पञ्चम्यन्तं पदेषु विहाय पदान् विहाय व्यवहारः न भवति एव इति नास्ति। तत् व्यवहारः न आवश्यकः, पञ्चम्यन्तं पदेन सह व्यवहारः न आवश्यकः। कारणमस्ति यत् तयोः नियतावधिकत्वम् एव नास्ति। तत्र नियतावधिकत्वं नास्ति, नियतावधिकं वयम् आरोपयामः, परन्तु तत्र मूलतः अवधिकत्वम् आरोपयामः, नियतावधिकत्वं न आरोपयामः। नियतावधिकत्वं नियमेन आगच्छति। अवधिकत्वं वयम् आरोपयामः यत्र हस्तपुस्तकयोः संयोगः, तत्र अवधिकत्वं वयम् आरोपयामः, परन्तु नियतावधिकत्वं नियमेन तत्र अवधिकत्वम् अस्ति एव इति स्थितिः नास्ति। अतः भवतु क्वचित् गुणक्षेत्रे इत्युक्ते गुणेषु अवधिकत्वं दृष्टम्, अतः क्वचित् गुणेषु अवधिकत्वं दृष्टं, किन्तु नियतावधिकत्वं नास्ति एव गुणेषु। नियतावधिकत्वं सिद्धेषु गुणेषु यथा भवान् इदानीं सिद्धेषु गुणेषु सिद्धगुणाः रूपं संयोग तेषु नियतावधिकत्वं नास्ति एव न मन्यते इति। अनेन पृथक्त्वस्य नियतावधिकत्वात् भेदः एव भेदरूपता भेदः एव इति पूर्वपक्षिणा इयं प्रथमा आपत्तिः। इत्युक्ते पृथक्त्वस्य नियतावधिकं पृथक्त्वस्य अपि नियतावधिकत्वम् अस्ति, तथैव भेदः एव भेदः इति भेदः इति न गुणः, भेदः इत्युक्ते तत्र अन्योन्य अभाव इति वक्तुं शक्नुमः भेदस्थले, तत् न गुणः इति। तर्हि अनेन पृथक्त्वस्य नियतावधिकत्वात् भेदः एव इति प्रथमा आपत्ति उपपद्यते इति स्थापितमस्ति, प्रतिपादयितुं प्रतिपादितं तत्र भवति इति। समीचीनं भगिनि, समीचीनम्। अतः तत्र नियतावधिकत्वात् नाम तस्मात् कारणात् पृथक्त्वस्य भेदरूपता नाम भेदः एव भवेत् इति पूर्वपक्षिणः प्रथम इति प्रति इति पूर्वपक्षिणा कर्मणि उपपाद्यते इति। समीचीनं भगिनी, धन्यवादः, समीचीनम्। अस्तु, इदानीं तत्र यः भागः तत्र वयं चिन्तितवन्तः इदानीं मास्तु इति, तस्य इदानीं विवरणं नाम तत्र रूपादिवत् जायमानस्य इति, तस्य इदानीं तत्र अग्रे तत्र तस्य विवरणम् आगच्छति. अस्तु, तर्हि तत्र उषा भगिनी अग्रे पठति वा महोदय. अत्र च पुनः किञ्चित् वक्तव्यम्. पूर्वम् उक्तं गुणस्य स्वभावः तथा द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति. तत्र प्रश्नः उदेति, पृथक्त्वं गुणः नास्ति चेदपि पृथक्त्वं गुणे नास्ति चेदपि द्रव्ये विद्यमानं मूर्तोत्पत्तिद्वितीयक्षणे जायमानं किल? तर्हि पूर्वपक्षिणा किमर्थं तावत् वक्तव्यम् आसीत्, द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति? पृथक्त्वं गुणः अस्ति चेदपि नास्ति चेदपि पृथक्त्वं गुणः अस्ति चेदपि नास्ति चेदपि तस्यापि तथा स्वभावः किल? किन्तु स्मर्यतां स्मर्यताम् इदं, पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता. भेदः तु प्रतियोगिनं विहाय विश्वे सर्वत्र नित्यः च. भेदः तु प्रतियोगिनं विहाय विश्वे सर्वत्र नित्यः च. भेदः अन्योन्यभावः न केवलं द्रव्येषु अपि. न केवलं द्रव्येषु अपि. एकनिमिषं भगिनि, इदानीं तत्र दृश्यते वा? महोदय, न केवलं द्रव्येषु अपि तु सर्वत्र सप्तसु अपि पदार्थेषु. भेदः न केवलं द्रव्येषु अपि तु सर्वत्र सप्तसु अपि पदार्थेषु. गुणः केवलं द्रव्ये भवति, तत्र च केवलं द्रव्योत्पत्तिद्वितीयक्षणे जायते. पृथक्त्वं भेदः एव चेत् सर्वत्र विद्यमानं, न केवलं द्रव्येषु अपि तु गुणे, कर्मणि, सामान्ये, विशेषे, समवाये, अभावे च. अपि च तादृशं यत् भेदरूपी पृथक्त्वं द्रव्ये, तत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न, यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्य अभावस्य कारणं न. अन्योन्य अभावः नित्यः, अतः तस्य कारणं तु न भवति एव. नित्यत्वात् च तस्य आरम्भः न भवति. अतः आहत्य पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् न गुणत्वम् अपि तु भेदत्वं, भेदत्वात् मूर्तोत्पत्तिद्वितीयक्षणे जायमानं नास्ति. इदं सर्वं प्रथम आपादने अन्तर्भूतम्. तत्र बहु किमपि अस्ति भगिनि, अतः तत्र भेदः इति एतावत् वदतु भगिनि, तदनन्तरम् अन्य कोऽपि वदेत् नाम. महोदय, अत्र च पुनः किञ्चित् वक्तव्यम्. ओके, पूर्वम् उक्तं गुणस्य स्वभावः तथा द्रव्ये विद्यमानः अपि च मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति. वयं दृष्टवन्तः अत्र न्यायशास्त्रे दत्त वाक्ये अस्ति गुणस्य स्वभावः. पूर्वपक्षिणः आपादनस्य वाक्ये गुणस्य स्वभावः तथा द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति पूर्वम् उक्तम्. ओके, तत्र प्रश्नः उदेति, पृथक्त्वं गुणः नास्ति चेदपि द्रव्ये विद्यमानं मूर्तोत्पत्तिद्वितीयक्षणे जायमानं किल? तर्हि पूर्वपक्षिणा किमर्थं तावत् वक्तव्यम् आसीत्, द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति? किमर्थं पृथक्त्वं द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति किमर्थं पूर्वपक्षिणा उक्तं? वक्तव्यम् आसीत् इति इत्येव प्रश्नः. नाम तत्र यतोहि तत्र यदि पृथक्त्वं गुणः नास्ति चेदपि द्रव्ये एव विद्यमानं. अस्तु अग्रे. पृथक्त्वं गुणः अस्ति चेदपि नास्ति चेदपि तस्यापि तथा स्वभावः किल. पृथक्त्वं गुणः अस्ति चेदपि नास्ति चेदपि तस्यापि तथा स्वभावः किल. वाट् इस् दट् स्वभाव मूर्तोत्पत्ति यक्षणे जायमानः जायमानः द्रव्ये विद्यमानः अपि मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इति पृथक्त्वस्य स्वभावः इति चिन्ता. किन्तु स्मर्यताम् इदं पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता. पूर्वपक्षिणा वयं दृष्टवन्तः पूर्वपक्षिणा आपाद्यते पृथक्त्वस्य पृथक्त्वम् इति गुणः भेदः इव वयं स्वीकर्तुं शक्नुमः इति पूर्वपक्षिणः वदति. यतोहि पृथक्त्वस्य नियतावधिकत्वात् भेदः भेदस्थले अपि नियतावधिकत्वम् अस्ति, पृथक्त्वम् अपि नियतावधिकत्वम् अस्ति, अपि च सिद्धेषु गुणेषु अन्यगुणेषु रूपरसगन्ध सङ्ख्या तत् गुणेषु नियतावधिकत्वं नास्ति, परन्तु पृथक्त्वस्य कृते नियतावधिकत्वम् अस्ति इत्यनेन भेदस्थले अपि नियतावधिकत्वम् अस्ति इत्यनेन पृथक्त्वम् इति गुणः नास्ति, पृथक्त्वम् इति भेदः इव मन्यन्ते इति चिन्तयितुं शक्नुमः इति पूर्वपक्षिणः. नाम पृथक्त्वस्य क्षम्यतां तत् किम् अभवत् क्षम्यतां नाम पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव. पृथक्त्व स्थले नियतावधिकत्वं दृश्यते इत्यनेन तत् पृथक्त्वम् इति गुणः इति न स्वीकर्तव्यं, भेदः इव स्वीकर्तव्यम्. भेदस्य एकः प्रभेदः एकः प्रभेदः इति मन्तव्यम् इति पूर्वपक्षिणः मतम् अपादन् मतम्. भेदः तु प्रतियोगिनं विहाय विश्वे सर्वत्र नित्यः च. भेदः इति अभावः, अन्योन्य अभावः, प्रतियोगिनं विहाय विश्वे सर्वत्र. घटभेदः इत्युक्ते घटः विहाय विश्वे भेदः अस्ति, घटभेदः अस्ति, अपि च घटभेदः भेदः इति नित्यं भवति, न जायमान तदा एव नेचर्. नाम तत्र पटः घटः न इति तत्र तस्य नाशः कदापि न भवति खलु. नाम पटः घटः कदापि न भवति, अतः पटे घटभेदः सर्वत्र सदा भवति. यदि पटस्य नाशः भवति अस्तु तत्र तर्हि तत्र घटभेदः नास्ति, किन्तु अन्यत्र घटभेदः अस्ति खलु. अस्ति पर्वते अस्ति खलु, अतः तत्र पुस्तके अतः तत्र भेदस्य नित्यत्वम् इति आगच्छति. अस्तु अग्रे यदि भवती वक्तुम् इच्छति चेत् करोतु, नो चेत् अन्य कोऽपि वदेत् भगिनि. ऐ केन् आल्सो डू बट् तर्हि करोतु. भेदः अन्योन्य अभावः न केवलं द्रव्येषु अपि तु सर्वत्र सप्तसु अपि पदार्थेषु. वयं जानीमः भेदः इति अन्योन्यभावः द्रव्येषु केवलं नास्ति, परन्तु सर्वत्र सप्तसु पदार्थेषु अस्ति. सप्तसु पदार्थेषु इति अन्यपदार्थाः गुणः गुणे कर्मणि सामान्ये विशेषे समवाये अभावे तत् तत् सप्तविधपदार्थेषु अपि भेदः भवति इति भेदः वर्तते पृथक्त्वं भेदः एव चेत् सर्व पृथक्त्वम् अपि भेदः इव इति ग्रहीतव्यं चेत् पृथक्त्वं भेदः एव चेत् सर्वत्र विद्यमानं न केवलं द्रव्येषु अपि तु गुणे कर्मणि सामान्ये विशेषे समवाये अभावे तत् सर्वत्र सर्वसप्तपदार्थेषु विद्यमानं भवति इति अपि च तादृशं यत् भेदरूपी पृथक्त्वं द्रव्ये तत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्य अभावस्य कारणं न अपि च तादृशं यत् भेदरूपी पृथक्त्वं द्रव्ये भेदरूपी पृथक्त्वं भेदः इव इति भेदरूपः इव इति चेत् तत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न अभेद तत् इति अत्र यत् भेदरूपी पृथक्त्वं पृथक्त्वं नाम भेद भेदः इति यस्य पृथक्त्वस्य अङ्गीकारः अस्ति सप्तसु पदार्थेषु भवति न तस् वर्तते तत् सर्वत्र वर्तते सप्तसु पदार्थेषु वर्तते अतः द्रव्ये अपि वर्तते किन्तु द्वितीयक्षणे जायमानं नास्ति द्वितीयोत्पत्ति तत्र द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्य अभावस्य कारणं न द्रव्यम् इति देन् प्रथमक्षणे दट् द्रव्यं स्वस्मिन् विद्यमानभेदस्य कारणं नास्ति नाम उदाहरणार्थं तत्र पटः इति स्वीकुर्मः नाम इदानीं पटः इति पटस्य उत्पत्तिः अभवत् इदानीं तत्र उत्पत्तिक्षणे तस्मिन् तत्र पटः तत्र पृथ्वी इति स्वीकृत्य तत्र पटे गन्धः भवति खलु द्वित्वम् अस्ति इत्यनेन गन्धत्वं किन्तु उत्पत्तिक्षणे एव गन्धः भवति वा पटः पृथ्वीत्वम् अस्ति इत्यनेन गन्धः भवति उत्पत्तिक्षणे एव भवति वा नास्ति यतोहि समीचीनं यतोहि तत्र गन्धः इति गुणः अस्ति गुणः अस्ति अपि गुणस्य आश्रयः पटः पटः अपि गुणः आश्रये समवायसम्बन्धेन भवति गुणस्य आश्रयः तस्य समवायी कारणं नाम यदि पटः नास्ति चेत् तत्र गन्धः अपि नास्ति खलु नास्ति पटं विना गन्ध पटे विद्यमानगन्धः तत्र अपि न भवति अतः पटस्य तत्र कारणत्वम् अस्ति गन्धं प्रति खलु अतः तत्र कार्यकारणताभावः तयोः मध्ये अस्ति इति कृत्वा गन्धस्य उत्पत्तिक्षणे तत्र तस्मिन्नेव क्षणे कारणस्य अपि उत्पत्तिः न समीचीनम् एतस्य कार्यस्य उत्पत्तेः पूर्वक्षणे एव कारणं भवेत् पटः भवेत् अतः पटस्य उत्पत्तेः अनन्तरं नाम द्वितीयक्षणे तस्मिन् धन गुणत्वं नाम तत्र तस्मिन् गुणाः आगच्छन्ति नाम तत्र गुणगुणगुणानाम् उत्पत्तिः भवति नाम गन्धस्य परिमाणस्य एतत् सर्वं द्वितीयक्षणे आगच्छति अस्तु किन्तु तादृशम् अत्र अभावस्थले तादृशं नास्ति. किमर्थम् नाम भेदरूपी पृथक् द्रव्ये तत् द्रव्योत्पत्ति द्वितीयक्षणे जायमानं न कारणं यतोहि यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्य अभावस्य कारणं न द्रव्यम् इति अन्योन्य अभावस्य कारणं नास्ति. द्रव्यमेव प्रथमक्षणे जायमानम् नाम नाम उदाहरणार्थं भगिनी नाम पटः इति एव स्वीकुर्मः. इदानीं तत्र पटे तत्र घटभेदः वर्तते वा? पटे घटभेदः वर्तते. घटभेदः वर्तते वर्तते आम् आम्. तर्हि तत्र घटभेदः पटे अस्ति. नाम इदानीं तत्र किमर्थं गन्धः उत्पत्तिक्षणे एव न भवति पटे किन्तु अग्रिमे क्षणे भवति द्वितीयक्षणे भवति? गुणः अस्ति इत्यनेन. गुणः अस्ति इति न नाम आश्रयः गुणस्य आश्रयः कारणं. अतः तयोः मध्ये कार्यकारणभावः अस्ति इति कृत्वा अतः तत्र तयोः मध्ये कार्यकारणभावः अस्ति चेत् समानसमये उत्पत्तिः न भवति. किन्तु अत्र घटभेदः पटे वर्तते तत्र घटभेदस्य कारणं पटः भवति वा? नाम यदि पटः नास्ति चेत् घटभेदः नास्ति इति वक्तुं शक्नुमः वा? न पटः इति घटभेदस्य कृते कारणं नास्ति. नास्ति इति अतः एव तत्र तस्य कारणं न. अतः तत्र द्वितीयक्षणे एव भवितव्यम् एतत् सर्वं तत्र सीमा तादृशस्वभावः तत्र न आरोपितुं शक्नुमः यतोहि तत्र कारण कार्यकारणभावः अत्र यत् कार्य या कार्यकारणता न यः कार्यकारणताभावः अत्र अस्ति एतयोः मध्ये सः भावः नास्ति नित्यत्वाच्च तस्य अन्योन्य अभावः इति नित्यः अतः तस्य कारणं तु न भवति एव. नित्यपदार्थानां कारणं नास्ति. कारणं किम् इति न वक्तुं शक्नुमः. नित्यत्वाच्च तस्य आरम्भः अपि न भवति. बिगिनिङ्ग्लेस् अण्ड् एण्ड्लेस्. अतः आहत्य पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिक यत् पृथक्त्वस्य नियतावधिकत्वात् न गुणत्वम् अपि तु भेदत्वम् भेदत्वात् मूर्तोत्पत्ति द्वितीयक्षणे जायमानं नास्ति. इदं सर्वं प्रथम आपादने अन्तर्भूतम्. आहत्य पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् न गुणत्वं भेदत्वम् अस्ति. भेदत्वात् मूर्तोत्पत्ति द्वितीयक्षणे जायमानं नास्ति. भेदत्वात् भेदः घटभेदः इति मूर्तोत्पत्ति द्वितीयक्षणे जायमानं नास्ति परन्तु पृथक्त्वम् इति गुणः इति स्वीकुर्मः चेत् इदानीम् अतः तत्र इदं सर्वं प्रथम आपादने अन्तर्भूतं. तर्हि अतः पुनः तत्र पश्यामः. तर्हि एकवारं पठति वा तत्र प्रथम आपादनं. गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावः. अतः किमुक्तं नाम मम अङ्गीकारः नास्ति इति. कस्मिन् विषये? प्रथमतया गुणरूपस्य पृथक्त्वस्य इति नाम तत्र पृथक्त्वं गुणरूपम् अस्ति इति तस्मिन् विषये मम अङ्गीकारः नास्ति नास्ति इति किमर्थं नियतावधिकत्वम् अस्ति इति कृत्वा इत्यनेन भेदः भेदः इत्येव गुणः इदानीं भेदः इति स्वीकृत्य तद् पृथक्त्वं रूपम् इति गुणः रूपम् इति गुणस्य उदाहरणमत्र उदाहरणेन रूपम् इति आगच्छति रूपादिवत् पृथक्त्वस्य मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इति तस्मिन् विषये अपि मम अङ्गीकारः नास्ति यतोहि इदानीं पृथक्त्वं भेदः इति अतः अस्मिन् विषये अपि मम अङ्गीकारः नास्ति गुणः इति अपि तत्र मम अङ्गीकारः नास्ति अस्तु महोदय अतः नियतावधिकत्वं स्वीकृत्य तेन माध्यमेन तत्र पृथक्त्वं गुणः अपि नास्ति अतः तत्र द्वितीयक्षणे एव जायमानम् इति अपि नास्ति इति नास्ति इति मम मतम् इति तत्र पूर्वपक्षी वदति रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य तत्र भेदः इति स्वीकुर्मः चेत् अपि वयं स्वीकुर्मश्चेदेव तत्र द्वितीयक्षणे जायमानः नास्ति न भवति न भवति रूपादिवत् गुणः अस्ति चेत् तद् भवति किन्तु भेदः अस्ति चेत् गुणः नास्ति चेत् द्वितीयक्षणे जायमानः नास्ति नास्ति तत्र नित्यः इति नित्यः अतः तत् जायमानः इति एव विषयः न उदेति नित्यः अस्तु महोदय अतः तत्र बहु किमपि तत्र आपादने अस्ति अस्तु अतः एतत् सर्वं प्रथम आपादने अन्तर्भूतम् अस्ति अस्मिन् विषये कोऽपि प्रश्नः अतः तत्र सोपानेन तत्र वदामश्चेत् तत्र किं किम् अस्ति इत्युक्ते तत्र प्रथमतया तत्र नाम नियतावधिकत्वम् एतावधिकम् अस्ति इत्यनेन भेदरूपः नियतावधिकत्वं पृथक्त्वस्य पृथक्त्वे पृथक्त्वे एतद् अस्ति इति अङ्गीकारः तेन कारणेन तत्र पृथक्त्वं भेदः एव भेदः एव पृथक्त्वं गुणः नास्ति किन्तु भेदः एव भेदस्य एकः भागः अतः तेन कारणेन पुनः तत्र नित्यः अतः तत्र जायमानः कदा जायमानः एतत् सर्वं न भवति न भवति आम् आम् न भवति इति एतावत् वक्तुं न शक्यते जायमानः इति एतत् सर्वं न वक्तुं शक्यते इति अस्ति समीचीनम् अतः प्रथम आपादनं किम् इति अवगतम् अस्माभिः इदानीं तत्र द्वितीय आपादनं किम् इति अग्रे द्रक्ष्यामः अस्तु तर्हि अग्रे तत्र धन्यवादः भगिनि नरसिंहगिरि महोदय अग्रे पठति वा महोदय पूर्वपक्षिणः द्वितीयम् आपादनं तदेव न महोदय सत्यं महोदय इतः अग्रे पूर्वपक्षिणः द्वितीयम् आपादनं वस्तुगत्या नियतावधिकं पृथक्त्वम् इत्यादीनां मानं नास्ति तस्य किन्तु तादृश कश्चन नियतावधिकगुणः स्वीकृतचेदपि द्वितीयम् आपादनं किम् इत्युक्तौ भूतल अवधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वम् अनेन पूर्वपक्षी आपादयति यत् अस्तु यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः तर्हि तस्मिन् क्षेत्रे किमपि नियामकं नोक्तम्, अतः भूतलावधिकत्वमिव कपालावधिकत्वमपि स्यात् कुत्र घटपृथक्त्वे. तत्र पूर्वपक्षिणः द्वितीयम् आपादनमस्ति, प्रथमम् आपादनं वयं दृष्टवन्तः तत्र पृथक्त्वम् इति कुत्रेषु गुणेषु तत्र नियतादिकृतं न भवति, अतः पृथक्त्वमपि न भवितुम् अर्हति इति प्रथमापादनं. द्वितीयम् आपादनमस्ति, वस्तुगत्या गुणक्षेत्रे नियतावधिकत्वं पृथक्त्वम् इत्यादीनां मानं नास्ति इति इदानीं वयं चर्चितवन्तः. किन्तु तादृश कश्चन नियतावधिकतागुणः स्वीकृतश्चेदपि, प्रथमं यदि स्वीकुर्मः चेदपि द्वितीयम् आपादनमस्ति भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वम्. अत्र अवधि इति यथा भूतलं स्वीकृतं तथा अवधि इति कपालमपि स्वीकर्तव्यं भवति इति द्वितीयापादनमस्ति. अनेन पूर्वपक्षे आपादयति यत् अस्तु, यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः तर्हि तस्य तस्मिन् क्षेत्रे किमपि नियामकं नोक्तं, नियतावधिकत्वविषये किमपि नियामकं नोक्तं, किमपि कापि वस्तु नियतावधिकत्वेन स्वीकर्तुं शक्नोति तत्र नियामकं न उक्तम्. अतः यथा भूतलस्य अवधिकत्वम् इति वदामः तादृशं कपालपृथक्त्वे कपाल अवधिकत्वस्य अपि स्वीकर्तव्यं भवति. परन्तु वयं जानीमः कपालानन्तरं घट एकमेव अस्ति, तत्र पृथक्त्वम् इति गुणं न स्वीकर्तुं शक्नुमः. किमर्थम् इत्युक्ते एकदेशे वृत्तित्वम् अस्ति तत्र. परन्तु अतः द्वितीयापादनमस्ति, तादृश आपत्ति भवति इति अस्ति महोदय. यदि वयं नाम नियमेन तत्र अवधिकत्वम् अस्ति, किन्तु तत्र केवलं तत्र एतेषु एव अवधिकत्वं भवति इति किमपि न उक्तं. तत्र नियमेन तत्र कुत्र कुत्र नियामकम् इति नास्ति. नियामकं नाम सर्वत्र नियामकम् अस्ति चेत् तर्हि तत्र पूतल अवधिकत्वम् इव कपाल अवधिकत्वम् अपि भवेत्. कस्य? घटपृथक्त्वस्य. नाम घटे घटपृथक्त्वस्य भूतलावधिकत्वम् अस्ति, किन्तु तथैव कपालावधिकत्वम् अपि भवेत् इति इदानीम् आपादनं. समीचीनं महोदय, धन्यवादः. धन्यवादः. अस्तु, तर्हि अग्रे तत्र चन्द्रमती भगिनी अग्रे पठति वा तत्र किम् अभवत्? भूतलावधिगत्वस्यैव कपालावधिगत्वस्यापि आवश्यकत्वम् इत्यनेन यद्यपि नेदावधिगत्वस्य मानं नास्ति तथापि यदि कश्चन नेदावधिकगुणः स्वीकृतः तर्हि यद्युक्त्या भवतां मते भूतलावधिक पृथक्त्वरूपगुणः घटे प्रतीयते तदुक्त्या कपालावधिकपृथक्त्वस्य प्रत्ययः अपि स्यादेव. किं बाधकम् इति पूर्वपक्षी पृच्छति. एवं च प्रथमापादनेन पृथक्त्वस्य भेदरूपतया भेदरूपतायाः युक्तिः, द्वितीयेन च यथा भूतल अवधिकपृथक्त्वस्य प्रत्ययः जायते तद्वत् कपालावधिकपृथक्त्वस्य प्रत्ययः स्यात्. भूतलावधिकत्वस्य एव कपालावधिकत्वम् एव न, तत्र एव इति नास्ति, तत्र सन्धिः अस्ति. इव इव इव इति नास्ति, महत्वपूर्णमस्ति. अतः इव समानमस्ति. भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वम् इत्यनेन यद्यपि नियतावधिकगुणस्य मानं नास्ति तथापि यदि कश्चन नियतावधिकगुणः स्वीकृतः तर्हि अत्र भूतलावधिकत्वस्य इव एव कपालावधिकत्वस्य अधिकत्वम् इति अपि चिन्तयति चेत् चिन्ते आवश्यकत्वम् इत्यनेन यद्यपि नियतावधिकगुणस्य मानं नास्ति नियतावधिकगुणस्य मानं नास्ति इत्युक्ते नियमेन अवधिकत्व इति गुणः गुणस्य प्रसक्तिः नास्ति वा तथापि यदि कश्चन नियतावधिकगुणः स्वीकृतः मानं नास्ति चेदपि अस्ति इति स्वीकरोति चेत् तर्हि यद् इत्या भवतां मते भूतलावधिकपृथक्त्वरूपगुणः खडे प्रदीयते खडे किमुक्त्या भूतलावधिकपृथक्त्वं प्रदीयते तदुक्त्या एव कपालावधिकपृथक्त्वस्य प्रदीयः अपि स्यादेव कपालावधिकत्वपृथक्त्वे अपि केन उक्त्या इत्या भूतलावधिकपृथक्त्वरूपगुणः विधीयते तेन युक्त्या कपाल अवधिकपृथक्त्वस्य प्रत्यय इति गुणः अपि स्यात् इति वक्तुं शक्यते किं बाधकम् इति पूर्वपक्षी तादृशं वक्तुं बाधकं किमपि निषेधः अस्ति वा इति पूर्वपक्षी तादृशवदने अपि कपालावधिकपृथक्त्वगुणः तादृशमेव कपालावधिकपृथक्त्वस्य वदने अपि किमपि बाधा अस्ति वा इति पूर्वपक्षी पृच्छति अवगमनम् अस्ति वा भगिनि अत्र किम् उक्तम् अस्ति न न अवगमनं महोदय हा अस्तु तर्हि तत्र भगिनि तत्र प्रतिध्वनिः अस्ति तर्हि प्रतिध्वनिः अस्ति भगिनि तत्र अस्ति वा तर्हि तत्र किम् उक्तम् अत्र नाम इदानीं तत्र द्वितीय आपादनं भूतलावधिकत्वस्य इव नाम यथा भूतलावधिकत्वम् अस्ति तथा कपाल अवधिकत्वस्यापि आवश्यकत्वम् अस्ति इति तत्र द्वितीय आपादने अस्ति लिखितं तर्हि नाम इत्यनेन यद्यपि प्रथम आपादनात् किं सिद्ध्यति तत्र नियतावधिकगुणः गुणस्य मानं नास्ति न कस्यापि गुणस्य नियतावधिकत्वम् अस्ति अतः नियतावधिकत्वगुणस्य अङ्गीकारः नास्ति तत्तु सत्यं किन्तु तथापि तद् न सत्यं नास्ति किन्तु तद् अस्ति इति अङ्गीकरोमि तर्हि तत्र यदि कश्चन नियतावधिकगुणः स्वीकृतः नाम पृथक्त्वं गुणः नास्ति किन्तु गुणः अस्ति चेदपि नियतावधिकगुणः एव भवेत् तर्हि पृथक्त्वं नियतावधिकगुणः इति स्वीकृतः चेत् तर्हि किं भवति तर्हि यद् युक्त्या नाम तत्र प्रक्रिया अथवा तत्र येन मार्गेण तत्र मार्गः येन मार्गेण भवतां मते तत्र भूतलावधिकपृथक्त्वरूपगुणः घटे प्रतीयते नाम घटे पृथक्त्वम् इति गुणः प्रतीयते तस्य पृथक्त्वस्य अवधिः भूतलं नाम घटः भूतलात् पृथक् इति प्रतीतिः तेन भूतलावधिकपृथक्त्वरूपगुणः घटे प्रतीयते तद्युक्त्या तद्युक्त्या एव येन मार्गेण एतद् सिद्ध्यति तथैव कपाल अवधिकपृथक्त्वस्य प्रत्ययः अपि सिद्ध्येत, तदपि सत्यं भवेत्। तर्हि नाम तत्र येन मार्गेण भूतलावधिकपृथक्त्वं प्राप्तं तेनैव मार्गेण कपालावधिकपृथक्त्वमपि सिद्धं भवति खलु। न सिद्ध्यति चेत् तत्र किं बाधकम् इति प्रश्नः इति पूर्वपक्षी वदति। अतः तत्र नियतावधिकत्वम् अस्ति चेत् तत्र भूतलस्य अवधिकत्वम् अस्ति चेत् कपालस्य अवधिकत्वमपि भवेत्। तत्र बाधा का समस्या इति पूर्वपक्षी पृच्छति। अतः एवं च प्रथम आपादनेन पृथक्त्वस्य भेदरूपतायाः युक्तिः, नाम तत्र आपादने भेदरूपता एव, नाम तत्र आक्षेपः कः, भेदरूपता एव आक्षेपः तत्र प्रथम आपादने। द्वितीय आपादने किम् अस्ति, तत्र यदि तत्र गुणः इति स्वीकुर्मः तथा यथा भूतलावधिकत्वपृथक्त्वस्य प्रत्ययः जायते, नाम भूतलावधिकत्वम् अस्ति पृथक्त्वस्य इति यथा अङ्गीकारः अस्ति, तद्वत् कपाल अवधिकत्वस्य अपि पृथक्त्वे अस्ति इति तदपि सत्यं भवेत्। नाम कपाल अवधिकपृथक्त्वस्य अपि प्रत्ययः स्यात्, नाम तदपि सत्यं भवेत् इति। अतः तत्र द्वितीयापादने तत्र एकमस्ति, भूतलावधिकत्वम् अस्ति इति कृत्वा कपालावधिकत्वमपि भवेत् इति इदानीम् आक्षेपः। नाम भूतलावधिकत्वं तत्र पृथक्त्वस्य अस्ति इति कृत्वा तत्र कपालः अपि अवधिः स्यात् इति एतदपि सत्यं भवति खलु। एतत् सत्यं चेत् एतदपि सत्यं भवेत् खलु। तत्र बाधा का, समस्या का अस्ति तत्र, यदि एकं सत्यमस्ति चेत् द्वितीयमपि, प्रथमं सत्यमस्ति चेत् द्वितीयमपि सत्यं भवेत् इति द्वितीय आपादनम् इति। अस्तु, कोऽपि प्रश्नः एतावत्? प्रत्ययः इत्युक्ते किमस्ति महोदय? प्रतीतिः, नाम तत्र प्रतीयते नाम दृश्यते, तत्र वयं जानीमः नाम अयं घटः इति प्रतीतिः, नाम तत्र घटः तत्र अस्ति, अयं घटः अस्ति अत्र मम पार्श्वे, मम समीपे, मम पार्श्वे अहं घटं पश्यामि, ओ मम मनसि अयं घटः इति ज्ञानम् उदेति। तत्र प्रतीतिः नाम ज्ञानः, ज्ञानम्, किन्तु सत्यं ज्ञानं, नाम तत्र भूतलावधिकपृथक्त्वस्य प्रत्ययः नाम ओ अस्तु तत्र घटे पृथक्त्वम् अस्ति, तस्य पृथक्त्वस्य अवधिः भूतलम् अस्ति, अतः अस्मिन् घटे भूतलावधिकपृथक्त्वं वर्तते। तथैव तत् सत्यमस्ति, तथैव तत्र कपालावधिकपृथक्त्वम् अपि अस्मिन् घटे भवेत् इति पूर्वपक्षी वदति। तद् न भवति चेत् किमर्थं न भवति, समस्या का इति सः पृच्छति। किन्तु वयं जानीमः खलु तत्र भूतलावधिकं, भूतलम् अवधिकम् इति अवधिः इति भवितुमर्हति, किन्तु तत्र कपालः नाम अवयव भूतकपालः अवधिरूपेण न स्वीकर्तुं शक्नुमः खलु। घटस्य अवयवः कपालः ये अस्ति, सः कपालः अवधिरूपेण न स्वीकर्तुं शक्नुमः घटपृथक्त्वस्य, खलु, समयसम्बन्धकारणेन वा नाम समानदेशः अस्ति खलु, पृथक्त्वं नाम भिन्नदेशः भवति खलु, खलु घटस्य घटः अपि स्वस्य कपालः तयोः देशः समानः खलु अस्तु तर्हि इदानीं अस्मिन् विषये कोऽपि प्रश्नः अस्तु तर्हि तर्हि अग्रे सरामः तर्हि तत्र शोभा भगिनी अग्रे पठति वा पठामि महोदय किन्तु न प्रश्नः अस्ति चेत् पृच्छतु भगिनि हा चिन्ता मास्तु अधुना सिद्धान्ती उत्तरयति यत् द्वयोः आपादनयोः फलत्वेन पूर्वतनदोष आयाति गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्य एव कपालावधिकत्वस्य अपि आवश्यकत्वात् तद्दोषतात् तद्दोषतादवस्थ्यं तादवस्थ्यम् अवस्था इति अस्ति तदवस्था तादवस्थ्यं तस्य भावः तादवस्थ्यं तद्दोषताद् इति नास्ति इति नास्ति तद्दोष तादवस्थ्यं दोषः दोषस्य अवस्थ्यं नाम दोषः अस्ति दोषः अस्ति इति तादवस्थ्यम् इति अस्तु दोष तादवस्थ्यम् अवस्थम् ओ क्षमतां तत्र यकारः इति यकारः नास्ति महोदय बुक् इन् द बुक् हकारः अवस्थम् इत्येव अवस्थम् अवस्थम् समीचीनं भगिनि किन्तु अवस्थं तत्र हा अवस्थम् अस्तु पश्यामः अस्तु भगिनि हा कः दोषः कपालावधिकपृथक्त्वं स्वीकृतं चेत् परस्परावधिकपृथक्त्वाश्रयौ कौ जातौ कपालः घटश्च यदा द्वितीयापादने कपालावधिकपृथक्त्वं घटे स्वीकृतं तदा तुल्ययुक्त्या घटावधिकपृथक्त्वं कस्मिन् आगतं कपाले अनेन किं जातं युतसिद्धत्वम् आगतं कपालघटौ युतसिद्धौ भवतः युतसिद्धौ यदा भवतः तदा तयोः संयोगापत्तिः अतः तद्दोषतावस्थम् इति न च वाच्यम् घटकपालयोः संयोगपत्तेः क्लुप्तत्वात् अस्तु अधुना सिद्धान्ती उत्तरयति यत् द्वयोः आपादनयोः फलत्वेन पूर्वतनदोष आयाति तत्र पूर्वतनदोषः कः महोदय अग्रे अग्रे वदति गुणरूपस्य तस्य अस्तु पूर्व आपादनम् इति गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् अस्तु तावत् पर्यन्तं वदामि पूर्व आपादनं तत्र पूर्वतनदोषः इति प्रथम आपादनस्य इति नास्ति भगिनि तत्र अग्रे उच्यते पश्यामः अस्तु तर्हि तावत् तत्र कोटेशन् मध्ये यत् उक्तं गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इत्युक्ते तावत् तत्र अनङ्गीकारत्वात् इति अङ्गीकारं नास्ति कस्य इत्युक्ते गुणरूपस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे अङ्गीकारः नास्ति तस्मात् भूतलावधिकत्वस्य एव कप इव खलु वृतनावधिकस्य इव भगिनी एकनिमिष तत्र अत्र तस्मात् कारणात् इति अग्रे आगच्छति इति नास्ति, नाम तत्र आपादनद्वयं तयोः मध्ये तत्र सम्बन्धः कार्यकारणसम्बन्धः नास्ति, नाम एतत् प्रथम आपादनम् आक्षेपः, तदनन्तरं द्वितीय आपादनं तावदेव. अस्तु, वयं पृष्टवन्तः प्रथम आपादनं पर्यन्तम् एकम् आपादनम् एकं तदनन्तरम् अन्यत् वयं दृष्टवन्तः, यतोहि वयं दृष्टवन्तः तत्र प्रथमापादने गुणः नास्ति इति आक्षेपः, द्वितीयापादने अस्तु गुणः अस्ति इति स्वीकरोमि चेदपि अङ्गीकुर्मश्चेदपि पश्यतु अन्यत् किमपि आगच्छति खलु इति. अस्तु, इदानीं तत्र तथा स्वीकृतं चेदपि इदानीम् अन्यः अंशः भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वात् तद्दोषतादवस्थम् इति. इत्युक्ते एतद् वाक्यम् इति इदानीं वाक्यम् इदानीं तत्र सोपानेन एव गन्तव्यम्, अतः एकमेकं पश्यामः. इदानीं तत्र वाक्ये किम् उक्तम् इति प्रथम आपादनं द्वितीयापादनम् अस्माभिः दृष्टं खलु. इदानीं तत्र न च वाच्यम् अपि तद्दोषतादवस्थ्यम् अथवा तद्दोषतादवस्थं यत्किमपि अस्ति तद् इदानीं सिद्धान्तिना उक्तं खलु, तत्र तस्य अर्थः कः इति अग्रे पश्यामः. तर्हि कः दोषः, कः दोषः, अस्तु कः दोषः, कपालावधिकपृथक्त्वं स्वीकृतं चेत्, हा कपाल अवधिकपृथक्त्वं स्वीकृतं चेत् परस्पर अवधिकपृथक्त्वाश्रयौ कौ जातौ, परस्पर अवधिक इत्युक्ते तत्र कपालघटयोः एकमेव आश्रयः इति. न न न, तत्र किम् उक्तं कपाल अवधिकपृथक्त्वं स्वीकृतं चेत् किं भवति, तत्र अवगमनं कथं भवेत् इति. कपाल अवधिकपृथक्त्वम् इत्युक्ते नाम तत्र भूतलावधिकपृथक्त्वम् इत्युक्ते घटे पृथक्त्वम् अस्ति, तस्य पृथक्त्वस्य कपाल भूतलावधिकत्वं भवति वा, पुनः वदतु महोदय. घटे पृथक्त्वम् अस्ति, घटे पृथक्त्वम् अस्ति, तत्र घटः घटे पृथक्त्वम् इति, तत्र पृथक्त्वस्य अवधिः भूतलमिति भवति वा, पृथक्त्वस्य नाम घटः अपि भूतलं, तत्र पृथक्त्वस्य विषये तत्र किं वक्तुं शक्नुमः, घटः भूतलात् घटः भूतलात् भूतलात् पृथक् इति वक्तुं शक्नुमः, तत् सत्यं खलु, सत्यं. तर्हि इदानीं वदतु तत्र घटः भूतलात् पृथक् इति अस्ति चेत् तत्र आश्रयः अवधिः अवधिकं किं किम् इति एकवारं वदति वा. हा, पृथक्त्वस्य अवधिः घटः एव, आश्रयः घटः, अपि च तत्र किम् अवधिः कः, घटस्य अवधिः घटः एव भवति, न घटस्य अवधिः न. इदानीं तत्र कस्मात् पृथक् इति उक्तवती भवती, भूतलात् पृथक् इति उक्तं, तर्हि तत्र भूतलम् अवधिः भवति, क्षम्यताम्, भूतलम् अवधिः भवति, भूतलम् अवधिः अवधिकः घटः भवति, अवधिकः घटः न भवति, अवधिः पृथक्त्वस्य एव अवधिः अस्ति, पृथक्त्वस्य अवधिः भूतलं, खलु, पृथक्त्वस्य एव अवधिः. अस्तु, नाम तत्र नाम तत्र अवधिः अस्तु वदतु महोदय. वदतु भगिनि, न तत्र तदेव पृथक्त्वस्य आशयः घटः इति तावत् उक्तम् अपि च भूतलात् इति भूतलम् अवधिः भवति अपि च तत्र अवधिकं किम् अस्ति अवधिकं पृथक्तं पृथक्त्वमेव अस्ति हा किमर्थं घटः अवधिकः नास्ति घटः अवधिकः किमर्थं नास्ति यतोहि तत्र किं भूतलात् हा यदि कोऽपि वदति घटः अत्र अस्ति चेत् ओ अस्तु अवधिः कः इति वदामः वा अवधिः कः अवधिः नाम अत्र घटः अस्ति इति वदामश्चेत् पश्यतु अत्र घटः उत्पीठिकायां वर्तते प्रकोष्ठे वर्तते इति वदामश्चेत् प्रश्नः उदेति वा तत्र तस्य घटस्य अवधिः कः इति प्रश्नः उदेति वा न उदेति न वदति किन्तु यदि वयं वदामः पश्यतु अस्मिन् घटे पृथक्त्वं वर्तते अस्मिन् घटे पृथक्त्वं वर्तते चेत् तर्हि घटः तस्मात् पृथक् इति भवति प्रश्नः आम् इति प्रश्नः भवति खलु तत्र आकाङ्क्षा भवति आकाङ्क्षा अस्ति अतः पृथक्त्वं पृथक्त्वम् इति कारणेन एव अवधिः इति विषयः आगच्छति अतः पृथक्त्वम् अवधिकं भवति खलु अवधिकं भवति आमाम् आम् अतः अवधिकम् अस्ति पृथक्त्वम् अवधिः अस्ति भूतलम् अवधिकत्वं पृथक्त्वे अस्ति अवधिकं पृथक्त्वम् अवधिकत्वं पृथक्त्वे अस्ति पृथक्त्वस्य आशयः घटः इति खलु आम् आम् महोदय इदानीं तत्र पृथक्त्वं कीदृशं घटे विद्यमानपृथक्त्वं कीदृशम् इत्युक्ते भूतलावधिकत्व पृथक्त्वं भवति खलु भूतलावधिकत्व पृथक्त्वं भवति यतोहि पृथक्त्वं कीदृशं भूतलावधिकं पृथक्त्वं तर्हि विशेषणेन तस्य भावः भूतलावधिकत्वं पृथक्त्वं पृथक्त्वम् इति भूतलावधिकत्व अतः यथा भूतलावधिक अवदतु महोदय अतः तत्र इदानीं कपाल अवधिकपृथक्त्वम् इति अस्ति स्वीकृतं चेत् तर्हि तत्र प्रत्ययः कीदृशः भवति तदा तत्रापि कस्मात् इति पृथक्त्वं कपालावधिकं पृथक्त्वम् इत्यस्य कस्मात् इति आकाङ्क्षा भवति कस्मात् तत्र कस्मात् इति पुनः घटात् इति वक्तुं शक्नुमः न न न इदानीं पृथक्त्वं घटनिष्ठपृथक्त्वं तस्य एव इदानीं विवरणम् अस्तु घटे एव अस्ति पृथक्त्वं नाम अत्र अत्र किमुक्तं यथा भूतलावधिकत्वस्य इव कपाल अवधिकत्वस्यापि नाम यथा भूतलावधिकत्वपृथक्त्वम् इति स्वीकृतं घटे विद्यमानं पृथक्त्वं भूतलावधिकत्वपृथक्त्वम् इति स्वीकृतं तथैव कपालावधिकपृथक्त्वमपि भवति खलु इति प्रश्नः तर्हि कपालावधिकपृथक्त्वम् इत्युक्ते कः तस्य अर्थः कः इति प्रश्नः हा अस्तु कपा यथा भूतलावधिकपृथक्त्वम् इति किं तत्र इदानीं दृष्टवन्तः तथा एव तत्रापि वदनीयं खलु कपालावधिकत्वं तस्यापि आवश्यकत्वात् आवश्यकता अस्ति इति उक्तं किन्तु भगिनी प्रश्नः नाम तत्र अत्र प्रत्ययः कः आसीत् अत्र वाक्यं किम् आसीत् येन वयं तत्र पृथक्त्वम् अस्ति एतत् सर्वं ज्ञातवन्तः भूतलम् अवधिः अस्ति इति एतत् सर्वं कथं ज्ञातवन्तः तत्र वाक्यं किम् आसीत् घटः घटः महोदय क्षमताम् घटे पृथक्त्वम् अस्ति चेत् घटः पृथक् अस्ति इति भवति खलु आम् घटे पृथक्त्वम् अस्ति चेत् नाम वाक्यं भवति घटः पृथक् तदा एव घटे पृथक्त्वम् अस्ति इति जानीमः खलु आम् इदानीं घटः भूतलात् पृथक् इति वाक्यमस्ति चेदेव तत्र अवधिः भूतलम् इति आगच्छति खलु आम् आमामाम् अस्तु अस्तु तर्हि तत्र कपाल अवधिकत्वम् इति भवेत् चेत् घटः कपालात् भिन्न पृथक् इति भवेत् वा खलु अस्तु अस्तु क्षम्यताम् समीचीनं खलु इदानीं समीचीनं समीचीनं घटः भूतलात् पृथक् इति भवति तेनैव वयं तत्र घटे पृथक्त्वम् अस्ति अपि एतस्य पृथक्त्वस्य अवधिः भूतलम् इति एतत् सर्वम् अवगच्छामः तथैव इदानीं तत्र उक्तमस्ति अस्तु तद् अङ्गी तद् भवति चेत् पुनः तर्हि कपालावधिकत्वपृथक्त्वमपि भवति तर्हि वाक्यं किं भवति तर्हि घटः कस्मात् पृथक् भवति इदानीं घटः कपालात् पृथक् इति भवति इति भवति तस्य अवयवः यः अस्ति कपालः तस्मात् पृथक् इति आगच्छति तत्तु समीचीनं नास्ति भेदः भवति किन्तु पृथक्त्वं न भवति अतः इदानीं तत् सर्वम् इदानीम् उक्तम् अस्तु कपालावधिकपृथक्त्वं स्वीकृतं चेत् इदानीं किं भवति स्वीकृतं चेत् परस्पर अवधिकपृथक्त्वाश्रयौ कौ जातौ तत्र घटौ कौ जातौ इत्युक्ते परस्पर इत्युक्ते तत्र पूर्वस्मिन् वाक्यम् इदानीं खलु भूतल अपि भूतल अवधिकत्वं कपालावधिकत्वम् इति आवश्यकत्वात् तद्दोष इदानीं दोषः इत्युक्ते किमपि नास्ति इदानीं कपाल अवधिकपृथक्त्वं स्वीकृतं चेत् परस्पर यदि वयं एतत् स्वीकुर्मः घटः कपालात् पृथक् इति स्वीकुर्मः इति चेत् इदानीं एतत् घटः कपालः अस्तु परस्पर एतत् अस्ति इति अस्माकम् इदानीं न जानीमः अस्तु नाम एतदस्ति इति न जानीमः केवलं घटः कपालात् पृथक् इति एव अस्ति तदा किं भवति तदा यदि घटः कपालात् पृथक् यदि घटः कपालात् पृथक् तर्हि कपालः अपि घटात् पृथक् भवति खलु सत्यं अतः एव परस्पर अवधिकपृथक्त्वम् नाम इदानीं तत्र घटः कपालात् पृथक् इति तत्र पृथक्त्वस्य आश्रयः कः घटः कपालात् पृथक् तत्र कपालः न घटः कपालात् पृथक् तत्र पृथक्त्वं कुत्र अस्ति घटे अस्ति घटे अस्ति इदानीं पृथक्त्वस्य इदानीं कपालः घटात् पृथक् इति वदामः तर्हि पृथक्त्वं कुत्र अस्ति इदानीं कपाले अस्ति कपाले अस्ति अतः एव तत्र परस्पर अवधिकपृथक्त्व आश्रयौ कौ जातौ कपालः घटस्य घटः च अस्तु यदा द्वितीय आपादने कपालावधिकपृथक्त्वं घटे स्वीकृतम् कपाल अवधिकपृथक्त्वं घटे स्वीकृतं तदा तुल्ययुक्त्या घटावधिकपृथक्त्वं कस्मिन् आगतं कपाले अनेन किं जातम् नाम तत्र वयं किमपि स्वीकृत्य एतत् अन्यस्मात् पृथक् एतत् अन्यस्मात् पृथक् इति यदि वक्तुं शक्नुमः तत्र सीमा एव नास्ति नाम घटः कपालात् पृथक् घटः वृक्षात् पृथक् घटः पुस्तकात् पृथक् किमपि स्थापयितुं शक्नुमश्चेत् तदा तया युक्त्या तुल्ययुक्त्या वयं कपालः घटात् पृथक् इति अपि वक्तुं शक्नुमः खलु. आम् तदा घटावधिकपृथक्त्वं कस्मिन् आगतं? कपाले आगतं खलु. कपाले आगतं पृथक्त्वे इदानीं पृथक्त्वम् इदानीं कपाले अस्ति. अपि तत् पृथक्त्वं कीदृशम् इत्युक्ते घट अवधिकपृथक्त्वम् अस्ति. तत् घटावधिकपृथक्त्वम् आम् कपाले इदानीम् अस्तु. अनेन किं जातं? युतसिद्धत्वम् आगतम् इति. युतसिद्धं सिद्धत्वम् इत्युक्ते पूर्वं दृष्टवन्तः आश्रयम् आश्रयाः भिन्नौ भिन्नाः इति खलु महोदय. तत्र युतसिद्धाः इत्युक्ते तेषां आशयो भिन्नौ. अत्र आशयो भिन्नम् इति आगतम्. हा युतसिद्धत्वम् आगतं. कपालघटौ युतसिद्धौ भवतः इत्युक्ते तयोः भिन्न आशयो भवतः इति भवति तत्र तथा भागच्छति चेत्. सत्यं सत्यं तत् नास्ति. युतसिद्धौ यदा भवतः तदा तयोः संयोगापत्तिः खलु. तत्र संयोगः नास्ति. किन्तु वयं जानीमः तत्र यत्र युतसिद्धौ पदार्थौ स्तः तत्र एव संयोग भवति इति खलु. तत्र संयोगः भवति युतसिद्धौ. तत्र संयोगस्य आपत्तिः संयोगस्य आपत्तिः भवति. यतो तत् संयोगः न भवति घटकपालयोः. अतः तद्दोषतादवस्था अवस्थ्यम् इति न च वाच्यम्. अस्तु. तद्दोषतादवस्थ्यम् इति न च वाच्यं घटकपालयोः संयोगापत्तेः क्लुप्तत्वात्. अस्तु. अङ्गीकारः क्लुप्तत्वात् क्लुप्तत्वात् इति अङ्गीकारः. इत्युक्ते तत्र भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकता नास्ति इति आगच्छति. तत्र दोषः भवति. दोषपूर्णः अस्ति इति अतः तद् न वदतु. अतः तत् द्वितीय आपादनं तत्र न च वाच्यं. तत्र तद् न वदतु तत्र. अस्तु. न च वाच्यं. किञ्चित् यदा द्वितीयापादने कपालावधिकपृथक्त्वं घटे स्वीकृतं तदा तुल्ययुक्ता ततः तुल्ययुक्त्या नाम तत्र यदि तत्र नाम तत्र वयम् अङ्गीकुर्मः खलु नाम भूतलं तत्र घटः भूतलात् पृथक् इति खलु. इदानीं यदि घटः भूतलात् पृथक् अस्ति चेत् भूतलमपि घटात् पृथक् अस्ति खलु. खलु सत्यं सत्यं. अतः घटः पुस्तकात् पृथक् अस्ति चेत् पुस्तकमपि घटात् पृथक् अस्ति. अतः एकपदार्थः तत्र पदार्थद्वयमस्ति. प्रथमपदार्थः द्वितीयात् पृथक् अस्ति चेत् द्वितीयपदार्थः अपि प्रथमात् पृथक् भवेत् खलु. आम् आम्. अतः तुल्ययुक्त्या नाम तया प्रक्रियया तेनैव मार्गेण यदि वयं कपाल अवधिकपृथक्त्वं घटे अस्ति इति स्वीकुर्मः तदा नाम कपालवधिकपृथक्त्वं घटे अस्ति इति स्वीकुर्मश्चेत् नाम घटः कपालात् पृथक् इति यदि वयं स्वीकुर्मः तदा घटावधिकपृथक्त्वं कपाले अस्ति इति अपि वयम् अस्माभिः स्वीकरणीयं. नाम कपालः घटात् पृथक् इति अपि अस्माभिः स्वीकरणीयं खलु. सत्यं. नाम तर्हि तुल्ययुक्त्या किम् आगतम्? पृथक्त्वं घट अवधिकपृथक्त्वं कपाले आगतं खलु इति इति अस्ति. तुल्ययुक्त्य नाम तत्र वयं तत्र ए बि अस्ति इति चिन्तयामश्चेत् तत्र ए स्थाने बि स्थापयामः, बि स्थाने ए स्थापयामः, तुल्ययुक्त्या इति. तेन युतसिद्धत्वम् आगतं, कपालघटौ युतसिद्धौ भवतः, तत्तु अवगतं. युतसिद्धौ यदा भवतः तदा तयोः संयोगापत्तिः. अतः एव तत्र किन्तु आपत्तिसंयोगापत्तिः, किन्तु वयं जानीमः खलु तत्र संयोगः घटकपालयोः न भवति इति. अतः तत्र तत्र दोषः अस्ति. अत्र बहु किमपि अस्मिन् विषये अवगन्तव्यम् अस्ति. अतः केवलम् एतदस्ति इति न, तत्र प्रत्येकस्मिन् परिच्छेदे केचन अंशाः उक्ताः, अतः तत्र शनैः शनैः तत्र अवगमनं भवति. एकस्मिन् झटिति तत्र अवगमनम् इति नास्ति तत्र. अतः इदानीम् अवगमनं नास्ति चेत् चिन्ता मास्तु, तत्र शनैः शनैः भवति. इत्युक्ते तत्र पूर्णतया अवगमनं अभवत् इति मनसि नास्ति. सत्यं सत्यं, केवलम् इदानीं तत्र चिन्तयामः, अस्तु तत्र किमर्थं तत्र कपाल अवधिकत्वं न भवति. यतोहि तत् स्वीकुर्मश्चेत् तत्र युतसिद्धता भवति, तेन संयोगस्य आपत्तिः भवति. अतः तत्र तस्मिन् भागे अत्र दोषः वर्तते इति एक बिन्दु, एकः बिन्दुः. अग्रे गत्वा तत्र बिन्दूनां सङ्ग्रहणं कुर्मः, तदनन्तरं तत्र पङ्क्तिः भवति, नाम स्केच् भवति, कनेक्ट् द डाट्स्, तदा वयम् अवगतम् अस्तु अस्तु एतदस्ति इति. एतावत् केवलम् एकः बिन्दुः, अत्र अन्यः बिन्दुः इति अस्ति, सत्यमेव. अस्तु, किन्तु प्रथम आपादनं किम् अपि द्वितीय आपादनं किम् इति एतावत् अवगतं खलु? आमां, तत्तु स्पष्टम्. अतः इदानीम् अग्रे तत्र सोपानेन तत्र तस्य निराश भवति. अस्तु, समीचीनम्. अतः तत्र चिन्ता मास्तु इति वक्तुम् इच्छामि, नाम तत्र अवगमनम् अपेक्षितम् इति नास्ति. गच्छता कालेन, नाम वर्गद्वयं, वर्ग प्रायशः एकः वर्गः अथवा वर्गद्वये, तत्र सर्वं स्पष्टं भवति इति. अस्तु, तर्हि समयोऽपि जातः, अत्रैव विरमाम. धन्यवादः, नमस्कारः, अग्रिमे वर्गे मिलामः. धन्यवादः. धन्यवादः.